गतवर्गे वश् धातुपर्यन्तं समाप्तं. वश् धातु, तत्र वश् धातुमध्ये मुख्यं किमासीत्? पित् प्रत्ययः अस्ति चेत् किमपि कार्यं नास्ति, केवलं सन्धिकार्यम्. अपित् प्रत्ययः अस्ति चेत्, नित्वत् अस्ति चेत् ग्रहीज्या व्यधि वष्टि इति सूत्रेण सम्प्रसारणं भवति. अतः वष्टि परन्तु उष्टः इति अस्माभिः कृतम्. तदनन्तरम् इदानीं नूतनधातुः अस्ति, तत् इदानीम् आरभामहे. षकारान्त ईष्ठातु, षकारान्त ईष्ठातु इति अस्तु. सर्वे इदानीं कुर्मः ईष्ठातु. तर्हि रघुपतिमहोदय पठतु ईश्. आं महोदय, षकारान्त ईश् ईश इति ईश् इति भवति. ईश् धातुः आत्मनेपदे ऐश्वर्ये. अङ्गकार्यम् उपधायां दीर्घः ईकारः लघु इक् इति न, अतः अङ्गकार्यं नास्ति. अस्तु, द्वितीयं कार्यमस्ति इडागमः. ईशः से इति अष्टमाध्यायस्य द्वितीयपाद सप्तमाध्यायस्य द्वितीयपादस्य सप्तसप्ततितमं सूत्रमस्ति. ईशः ईश् धातुतः परस्य सार्वधातुकसंज्ञकस्य से च द्वे शब्दस्य च इडागमः भवति इति अस्ति. इडागमः भवति ईशे इत्यनेन स्वे द्वे इति. अत्र मध्यमपुरुष मध्यमपुरुषे एकवचने, मध्यमपुरुषे बहुवचने द्वे इति एतयोः तत्र इडागमः भवति. अग्रे न केवलं मध्यमपुरुषे खलु अस्माभिः पठितं ते द्वे शब्दः किमस्ति, स्व अपि अस्ति, लोट्लकारस्य अपि अस्ति तत्र. हा क्षम्यताम्, आं सत्यं. तर्हि कुत्र अस्ति लट्लकारस्य, लट्लकारद्वे, लोट्लकारस्व, लोट्लकारध्वं तु परन्तु लङ् लकारध्वम् अस्ति. ईड् अग्रे ईड् जनो द्वे च. ईड् जन् इत्याभ्यां धातुभ्यां परस्य सार्वत्रिकसंज्ञकस्य से च द्वे शब्दस्य च इडागमः भवति. इडश्च जन् च इड्जनौ, तयोः इड्जनौ, इड्जनोः इड्जनोः पञ्चम्यन्तं पञ्चम्यर्थे षष्टि. अस्तु, द्वे इति लुप्तषष्टिकं पदं चाद्वयम्. ईड् ईड्त्यर्ति व्यय व्यवतीनाम् इत्यस्मात् ईद् इत्यस्य अनुवृत्तिः, तदादिभ्यः तार्वासिके इत्यस्मात् तार्वासिके इत्यस्य अनुवृत्तिः च इति अव्ययेन पूर्वतनस्य ईशः से इत्यस्य पूर्णतया अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिः सूत्रमस्ति ईशः ईर्जनोः अङ्गात् सार्वत्रिकस्य स्वे स्वे द्वे च ईद् इति. अस्तु अस्तु, ईडागमः एतत् ईडागमः, क्षम्यताम्, ईडागमः अस्ति. अत्र केचन वैयाकरण अस्तु, ईशः ईड्जनोः अङ्गात् तदस्य से से च ईड् एकवारं महोदय. तत्र ईशः से इति अत्रापि इडागमः अस्ति, अत्रापि किमर्थं महोदय वयं वदस्ति नाम आहत्य ईड् ईश् ईड् जन् इति धातुषु से प्रति से परे द्वे परे इडागमः भवति. अत्र उपरि एकं सूत्रमस्ति खलु ईशः से इति, पुनः किमर्थम् ईशः इति पुनः द्वितीयसूत्रे अस्ति? तदा ईड् अस्ति महोदय. हा ईड् इत्यस्य अस्तु, अत्र न ईशः इत्यस्य अनुवृत्तिः अपि अस्ति खलु तत्र. तर्हि तत् तदेव लिखितं, पठतु तत्र. अस्तु अस्तु, अग्रे अस्तु. केचन वैयाकरणाः वदन्ति यत् उपरितनयोः सूत्रयोः फलितार्थः अयं यत् द्वितीयसूत्रस्य च इत्यनेन अस्तु ईष् धातोः अपि अनुवृत्तिः भवति ईड्जनोद्वे च इति सूत्रे. अनेन ईष् धातुतः द्वे शब्दस्य अपि इडागमः भवति. अन्ये वैयाकरणाः वदन्ति यत् से इत्यस्य अनुवृत्तिः भवति ईड्जनोद्वे च इति सूत्रे. द्वे शब्दस्य च अपकर्षः उपरि अयनम् आनयनं भवति ईशः से इति सूत्रे यथा कथम् अपि भवतु द्वयोः सूत्रयोः से च द्वे च द्वयोः अन्तर्भावः अनेन मध्यमपुरुषे लटि लोटि च तथा यथा ईड् जन् इति धातुभ्यां तथैव ईश् धातोः अपि इडागमः भवति अत्र ईशः ध्वनिः मध्ये मध्ये भग्ना भवति भग्ना भवति वा महोदय इदानीम् इदानीम् एकनिमिषः अहं दूरवाणीम् अन्यत् एकवारं महोदय क्षम्यताम् एकनिमिषः अहम् अन्यस्मिन् लागिन् करोमि पुनः एकनिमिषः इदानीं श्रूयते वा एकनिमिषं महोदय अहं पुनः द्वितीय एकनिमिषः कस्मिन् गणे कस्मिन् गणे ईश् धातुः आगच्छति अदादिगणपाठः अस्ति खलु इदानीं पठतु महोदय अपि अस्तु इदानीं सम्यक् अस्ति वा महोदय आमां जि एतत् ईश् गणस्य नाम किम् अदादिगण अदादिगण अस्तु अदादिगणपाठः अस्ति खलु अस्तु अस्तु केचन वैयाकरणाः वदन्ति यत् उपरितनयोः सूत्रयोः फलितार्थः यत् द्वितीयसूत्रस्य च इत्यनेन ईश् धातोः अपि अनुवृत्तिः भवति ईजनोद्वे इति परन्तु केचन वदन्ति तत्र द्वे इति शब्दस्य अपकर्षः भवति ईशासे इति सूत्रे अतः ईशासे द्वे इति भवितुमर्हति इति अस्ति तत्र परसूत्रमस्ति जनद्वे इत्यस्य अनुवृत्ति इति अपकर्ष उपरि नयनम् उपरि आनयनम् इति अस्ति एकनिमिषं महोदय तत्र अतः तत्र ईशहसे इत्यनेन एव वयं ईशहसे द्वे च इत्यन् से अपि द्वे शत् इडागमः भवति इत्युक्ते लटि अपि च लोटि अत्र ईडागमः भवति अपि ईड् जनद्वे इत्यनेन तत्र ईड् अपि च जन् धातोः ईडागमः भवति इति अस्ति तर्हि किमस्ति वैयाकरणाः वदन्ति फलित अर्थः अस्ति तत्र द्वितीयसूत्रे च इत्यनेन किं निर्दिष्टं भवति ईष् धातोः अनुवृत्तिः भवति ईड् जनोर्ध्वे इति सूत्रे केवल ईष् धातुना द्वे शब्दस्य अपि इडागमः भवति ईष् धातुतः द्वे शब्दस्य अपि इडागमः भवति अन्यवैयाकरणाः वदन्ति यत् अनुवृत्ति न भवति अपरतु अपकर्षः भवति नाम उपरि गच्छति ईड् जनोर्ध्वे च इति सूत्रात् द्वे शब्दः उपरि गच्छति केचन वैयाकरणाः वदन्ति न अनुवृत्तिः भवति ईशसे इति सूत्रात् ईशसे ईशसे पृष्ठे आगच्छति क्षम्यतां निश्चयः आगच्छति तर्हि आहत्य किमपि वदतु फलित अर्थः अस्ति चेत् ईश् धातु ईड् धातु जन् धातु इति धातुषु इति धातु इति धातुभ्यः इडागमः भवति सार्वधातुक से द्वे प्रत्ययः सर्वे आगच्छन्ति वा आम् महोदय अस्तु अस्तु तर्हि अस्तु अग्रे इदानीं धन्यवादः महोदय विषयः महोदय पठतु सन्धिकार्यम् सन्धिकार्यं जलीपरे शकारस्य षत्वं ब्रश्च ब्रश्च सृजमृज सृजमृज यजराज द्राज छशां शः इति सूत्रेण भवति षत्वे सति तादि धादि धादि च प्रत्ययानां शुत्वं शुनास्तुः इति सूत्रेण भवति. जषि जस्त्वं जलं जष् जषि इति सूत्रेण भवति. ईष् योगः ते वृच वृच सृज मृज यजराज ब्राजश्चषां सः इति सूत्रेण दन्तीयशकारस्य स्थाने मूर्धन्यशकारः आगच्छति. ईष् योगः ते इति भवति. इदानीं शुनास्तुः इति सूत्रेण ते स्थाने ते आगच्छति प्रथमवर्णस्य. ईष्टे इति अन्तिमरूपं निष्पन्नम्. एतत् लट् रूपम् अस्ति. लङि रूपं तत्र ईष् धातुः अजादिः अतः लङि आडाजादीनाम् इत्यनेन आडागमः भवति. आटश्च इत्यनेन वृद्धिः अपि आदेशः भवति. आ योगः ईष् इत्युक्ते आकार ईकारमेलनेन ऐकारः भवति. एकनिमिषं जि. क्षम्यतां जि. आकार श्रूयते वा जि? आकार ईकारमेलनेन ऐष् इति भवति, इति अङ्गं भवति. ऐष् योगः द्वम्. हलो, अत्र एकः ऐष् योगः द्वं वृष वृष सृज यजराज सृज मृज यजराजस् ब्राजच्छशां शः इत्यनेन शकारस्य स्थाने मूर्धन्यशकारः आगच्छति. ऐष् योगः द्वं भवति. इदानीं शृणासुः इति सूत्रेण ऐष् योगः चतुर्थवर्णस्य दकारस्य स्थाने चतुर्थ तकारस्य डकारः भवति. ऐष् योगः द्वं भवति. इदानीं जलां जष् जषि इति सूत्रेण शकारस्य स्थाने डकारः भवति. ऐड् योगः द्वं भवति. अन्तिमरूपम् ऐड् द्वम् इति भवति. अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपः चिन्तनं करोतु. तत्र ऐष् इति प्रश्नः अस्ति वा कस्यापि? न महोदय, शकारस्य तत्र शत्वं भवति. नास्ति खलु? नास्ति. अस्तु, तर्हि इदानीं प्रश्नः नास्ति चेत् रूपाणि कुर्मः. तर्हि विजयमहोदय, भवती एव करोतु लटि. लटिरूपम् अत्र एतत् ईष् धातु तु श्रूयते वा जि? धातु तु आत्मनेपदिनः अस्ति. अतः ते आते अते से आते द्वे ये वहे महे इति रूपम् अस्ति अत्र. इदानीम् ईष् धातु अस्ति. पूर्वमेव वयं दृष्टवन्तः तत्र दन्त्यशकारस्य स्थाने मूर्धन्यशकारः वृष वृष सृज इति सूत्रेण शकारस्य स्थाने मूर्धन्यशकारः आगच्छति. अनन्तरं अस्तु अस्तु, तालव्यशकारस्य स्थाने तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति. अतः ईष् इति भवति. इदानीं शृणास्तुः इति सूत्रेण ते स्थाने ते भवति. अतः अन्तिमरूपम् ईष्टे इति भवति. ईष्टे. इदानीम् आते इति अस्ति. आते तादृशमेव तालव्यशकारस्य स्थाने तालव्यशकारस्य स्थाने तत्र किमपि कार्यं नास्ति. तत्र मेलनमेव, वर्णमेलनमेव. तत्र जोर्दिङ्गे ईशाते इति भवति तावदेव. तादृशमेव ईशते इति भवति. अनन्तरं मध्यमपुरुषे एकवचने किमस्ति चेत् तत्र से इति भवति. ईश् इति रूपं भवति, तत्र से इति भवति. इदानीं सूत्रम् अस्ति ईशसे इति, ईशः से इति, अतः तत्र तत्र इक इसे इसे इति भवति, ई योगः से भवति ईशे इशे. अनन्तरं तत् सकारस्य स्थाने आदेशप्रत्ययोः इति सूत्रेण मूर्धन्यषकारः आगच्छति, अतः ईशिषे इति अन्तिमरूपम्. सम्यक्. मध्यम मध्यमपुरुषद्विवचनम् ईशाते एव भवति. अनन्तरं तत्र इद अत्रापि द्वे इति अस्ति. इदानीम् ईडजनैर्द्वे इति सूत्रम् इदानीं पठितं, तत् सूत्रेण तत्र तत्र शकारः इकारः योजनेन इषि भवति, द्वे योजनेन इषित्वे इति अन्तिमरूपम्. इषित्वे सत्यम्. इषित्वे. अनन्तरं तत्र एकारः अस्ति, इषे इति भवति योजनेन ईशे इति. अनन्तरम् ईश् वहे वहे महे जो योजनेन ईश्वहे ईष्महे इति भवति. आहत्य ईष्टे ईशाते ईशते, ईशिषे ईशाते ईशिद्वे, ईशे ईशिद्वे ईशिद्वे. अनन्तरम् ईशे ईश्वहे ईष्महे इति अन्तिमरूपं निष्पन्नं. लट् बहु सम्यक् अस्तु जि. अस्तु इदानीम् इदानीं रघुपतिमहोदय लोट् मलर् महोदय आगच्छति. एकनिमिषं रघुपतिमहोदय लोट् करोतु. हा हा महोदय एकनिमिषं लोट् एकनिमिषं लोट् लोट् ताम् अताम् अताम् स्व अथां त्वम् ऐ आवहे आमहे. ईशोग ताम् इति अस्ति तत्र, ईशोगताम् अत्र ताम् इति व्रश्च व्रश्च जयराजराजचषां सृजमृज जयराजराजचषाम् इत्यनेन तत्र षत्वं भवति. ईश् ईशयोगताम् इदानीं तत्र स्तोष्टु नष्टु इत्यनम् इत्यनेन स्तोष्टु नष्टु स्तोः अष्टु नष्टुः इत्यनेन टकारश्च टकारः, तर्हि ईष्ठाम् इति भवति. ईष्ठाम् इति सम्यक् वा? ईष्ठाम् ईष्ठाम् ईष्ठाम् ईष्ठाम् इति अग्रे ईशयोग आतां केवलवर्णमेलनम् ईशाताम् इति भवति. अताम् इति केवलवर्णमेलनम् ईशताम् इति तत्र अकारः अस्ति, अत्र जल् नास्ति, पदानि जल् नास्ति इति. ईशयोग स्व इति अस्ति अत्र ईशः से अथवा ईड्जन द्वे च इत्यनेन तत्र तत्र इडागमः. ईश् योग स्व इस्व इति भवति. तर्हि ईश् तत्र इदानीं षत्वं न भवति, मूर्धन्य इकार अस्ति. ईशिस्व इति अनन्तरं तत्र षत्वं भवति. ईशिस्व इति अस्ति षत्वं भवति खलु तत्र किमस्ति आदेशप्रत्ययो इति इन्कोः इत्युक्ते इकारः अस्ति, अतः इन्कोः भवति. तत्र ईशः से अथवा ईजनो द्वे च ईशसे अस्तु ईशसे इत्यनेन एव भवति. अतः ईशिष्व ईशिष्व इति किञ्चित् क्लेशः अस्ति. ईशिष्व इति रूपम् अग्रे ईशाथाम् अग्रे ध्वम् अस्ति ईशहसे इत्यनेन तत्र इडागमः. अनन्तरं शब्दं न भवति तत्र ईकारः अस्ति कृत्वा ईशिष्ध्वम् इति भवति. ईशयोग ऐ इति अस्ति ईशयोग ऐ ईषै इति केवलं वर्णमेलनं तत्र ईशा वा सारि ईश् खलु अस्तु अत्र गुणः न भवति यद्यपि पित् अस्ति दीर्घहिकार अस्ति इति कृत्वा न भवति ईशै ईशै इति भवति ईशावहै ईशामहै इति रूपाणि आहत्य ईष्टाम् ईशाताम् ईशताम् ईशिष्व प्रथमशकारतालव्य अनन्तरं शकारः मूर्धन्य ईशिष्व ईशाताम् ईक्षित्वम् ईशै ईशावहै ईशम् ईशः इति ईश्वरः इति अनेन धातो धातुना एव भवति वा ईशः ईश्वरः ईशः जगदीशः जगदीशः इति अहम् ईश इति ऐश्वर्ये तत्र सम्यक् जानामि महोदय तत्र अधिकार्यं तत्र टु रूल् इति टु कमाण्ड् इति अस्ति प्रायः ईश इत्युक्ते ऐश्वर्यम् अस्ति खलु ऐश्वर्ये टु रूल् कमाण्ड् इति दत्तमस्ति टु पोजस् पवर् इति अधिकारवन् ईष्टे अस्तु अग्रे करोतु मदर महोदय लङ् महोदय अत्र लोट् लकारे मध्यम पुरुष एकवचनम् ईश् योगः स्व भवति तदनन्तरं शकारः मूर्धन्यशकारः भवति वा ईश् ईश् योगः स्व न तत्र मध्ये प्रथमम् इडागमः भवति ईशः से ईशः से इति सूत्रमस्ति तत्र से प्रत्ययः अस्ति चेत् तत्र इडागमः भवति अतः ईश् योगः ई योगः स्व इदानीम् आदेशप्रत्ययोः इति सूत्रेण सकारस्य सत्वं भवति अतः आहत्य ईशिष्व इति लङ्लकारूपं वदामि ईश् योगः त प्रथमे लुङ् लङ् लुङ्षु अडुदातः इति सूत्रेण अडागमः भवति अड आ योगः ईश् योगः अडागमः भवति वा अडागमः भवति अजादि अस्ति खलु लुङ् लृङ्षु लुङ् लृङ्षु अडुद्रम् तथा भवति यदा धातुः कीदृशः अस्ति ह्रस्व ईश् इति अजादि अस्ति खलु धातुः अजादि अस्ति चेत् आमामाम् क्षम्यतां महोदय आडागम आडागमं भवति तदनन्तरं आडजातीनाम् आडजातीनां तदनन्तरम् आटस्य इति सूत्रेण वृद्धिः भवति एड् एष् ऐष् ऐष् ऐष् ऐष् योगः त अस्ति ऐष् योगः त इदानीं वृष वृष सृज मृज रज राज राजशशांसः इति सूत्रेण मूर्धन्यशकारः त्यजि ऐष् योगः तकारः तदनन्तरं सुनाश्रुः इत्यनेन ऐष्ट ऐष्ट भवति ऐष्ट ऐष्ट ऐष् योगः आताम् इदा वर्णमेलमेव ऐषा ऐषाताम् ऐषाताम् ऐषात ऐषत् ऐषत् अश्वकारः ऐष्योगः ताः ऐष्योगः ताः अत्रापि वृष वृष इति सूत्रं कार्यं करोति अतः मूर्धन्यशकारः आगच्छति ऐष् योगः ताः इदानीं सुनाश्रुः इति सूत्रं कार्यं करोति ऐष्टाः इति भवति अत्र एव वर्णमेलनं ऐषाताम् आम् ऐषाताम् ऐष्योगः द्वम् अस्ति ऐष्योगः त्वम् इदानीम् इडागमः भवति वा भवति वा चिन्तयतु अस्माभिः पूर्वं पठितं भवति न वा? भवति महोदय, ईशः च। तर्हि पठतु, ईशः अस्माभिः ईळ् धातु समये पठितं, लङ् लकारस्य ध्वम् इति मूलध्वं प्रत्यय एव अस्ति, सः तु द्वे इति शब्दतः न आगच्छति खलु? आम् आम्, अतः अस्य सूत्रस्य तर्हि केवलं लट् लकारे लोट् लकारे एव तस्य प्रसक्तिः भवति सूत्रस्य। ऐशोः द्वम् इदानीं वर्णमेलनं, वर्णमेलनं वा ऐशोः सन्धि शुनाष्टुः इति न, प्रथमं किं भवति? तालविषकारः इति अस्ति, तालिवशकारः अस्ति, यथा वृषभृष सूत्रस्य शकार मूर्धनिष्ठकारः, ऐश् योगः द्वम् इदानीं शुनश्रुः इति कार्यं करोति। ऐश् ऐष्ट्वम् ऐश् योगः किं भवति? टकारः भवति, तर्हि ऐश् योगः ढ्वम् ऐष्टुम् अग्रे ऐष्टुम् ऐश् योगः ढ्वम् अग्रे किमपि अस्ति वा अवशिष्टम्? ऐष्ट योगः द्वम् चिन्तयतु, सरलमेव ऐष्टोगः यं ढ्वम् षडौ षडौ षकार पूर्व अस्ति, टकार पूर्व अस्ति, षडौ सी नास्ति, आम् सी नास्ति अस्ति, ऐश् योगः डकारः ढ्वम् डकारः आम् सूत्रं विस्मृतवती, शकारः डकारः अस्ति, एकनिमिषं विजय महोदय एकनिमिषं महोदय चिन्तयतु, चतुर्थवर्णः तस्मात् पूर्वं झल् वर्णः किं भवति? जलां दशोऽन्ते, दशोऽन्ते किमर्थं पदान्तं नास्ति, पदान्तम् अस्ति अन्ते नास्ति, सरलसूत्रं भवती जानाति, जलां झस् झसि खलु, जलम् अपदान्ते जलां झस् झसि तृतीयवर्णः भवति खलु, सकारस्य तृतीयवर्णः कः? डकारः, अतः रूपं किं भवति? ऐड्वम् ऐड्वं सम्यक् ऐड्वम् ऐश् योगः इ ऐषि ऐश्वहि ऐश्महि व्याहत्य ऐष्ट ऐषाताम् ऐषत ऐष्ठाः ऐषाथाम् ऐध्वम् ऐषि ऐश्वहि ऐष्म विधिलिङ्गितो यथा पूर्वं किमपि कार्यं कदापि न भवति, केवलं वर्णमेलनम्, ईशित ईशीयाताम् ईशीरन् ईशीथाः ईशीयाताम् ईशीध्वम् ईशीय ईशीवहि ईशीन, तर्हि ईश् धातु समाप्तः। प्रश्नः अस्ति वा कस्यापि? अनेन अनेन एव भवति महोदय, ईशः इति अहं शब्दकल्पसमये दृष्टवान्, ईशः इति एवं वा, ईश् आम् ईश् धातोः एव अतः मनसि कमाण्ड् इति रूल् टु कमाण्ड् इति वा, आमाम् ईशः इति ईश्वरः कमाण्ड् इष्टे इति धातोः एव ईश् धातोः एव। अस्तु अस्तु, तर्हि अग्रे मदन् महोदय भवती एव अग्रे पठतु, शकारान्तः द्विष् आम् शकारं शकारान्तः द्विष् द्विष् धातुः उभयपदी पदी अप्रीतौ अप्रीतौ अङ्गकार्यम् आलादि द्वेषः द्वेषः करोति वा द्वेषं करोति खलु द्वेष द्विष् द्विष् आह्लादिपित्सु उपदायां लघु इत्यः गुणः अप्रीतौ इति गच्छ आगच्छति खलु इकः गुणः द्विष् योगः ति पुगन्तलघुपदस्य च इति अनेन द्वेष् योगः भवति द्वेष् योगः अति सन्धिकार्यं द्वेष्टि अजादिपित्सु उपधायां लघु इकः गुणः द्विष् योगः आणि पुगन्तलघुपदस्य च द्वेष् योगः आणि रसाभ्यां नूनः समानपदे इत्यनेन नत्वं द्वेषाणि हलादि अपित्सु निति च गुणनिषेधः द्विष् योगः तः सन्धिकार्यमेव दृष्टः अजादि अपित्सु निति च गुणनिषेधः द्विष् योगः अन्ति वर्णमेलनमेव दृशन्ति इदानीं सन्धिकार्यं शकारान्तधातोः शकारात् तादि तादि प्रत्ययानां शुत्वं शुनाश्चुः इति सूत्रेण सकारे परे शकारस्य ककारादेशः षोडोकहसि इति सूत्रेण जशि जश्वं जलां जश् जशि इति सूत्रेण द्विष् योगः ति गुणादेशः द्वेष् योगः ति शुनाश्चुः द्वेष् योगः ति द्वेष्टि द्विष् योगः सि गुण आदेशः द्वेष् योगः सि षडोः कसि द्वेक् योगः सि आदेशप्रत्ययोः द्वेक् योगः सि वर्णमेलनेन द्वेक्षि द्विष् योगः हि हुजल्भ्यो हे दिः द्विष् योगः धि अत्र हकारस्य स्थाने दकारः शुनाष्टुः द्विष् योगः डि जलां जश् जशि इत्यनेन द्विड् योगः डि द्विड्डि लङ्गि अस्तु धन्यवादः तर्हि एतावत्पर्यन्तं तु सरलमस्ति केवलं वर्णसन्धिकार्यम् अस्ति तर्हि अग्रे पठतु विजया महोदय नूतनं सूत्रं द्विषश्च द्विषश्च द्विष् धातुः द्विष् धातुतः लङादेशस्य ञस्थाने जुष् आदेशः शाकटायनस्य मते द्विषः पञ्चम्यन्तं च अव्ययं द्विपदमिदं सूत्रं जे जुष् लङ्घः शाकटायनस्यैव इत्यनयोः पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं द्विषः च लङ्घः ज्ञेयः ज्ञेः जुष् शाकटायनस्य एव अद्विष् योगः जुष् न सूत्रस्य अर्थं वदतु अस्तु तत्र द्विषश्च इति द्विष् धातोः लङादेशस्य लङ् आदेशः जी स्थाने तत्र जुस् आदेशः भवति मतभेदः अस्ति अत्र शाकटायनस्य मते एव जी स्थाने जुष् आदेशः भवति द्विषः पञ्चम्यन्तं च अव्ययपदमितं द्विपदमिदं सूत्रं जेर्जुस् इत्यनेन लङ्घः शाकटायनस्य मतेन एव पूर्णतया तत्र अनुवृत्तिसहितसूत्रं किम् अस्ति चेत् द्विषः च लङ्घः लङ् लङ् लकारे जयस्थाने जुष् शाकटायनस्य मतेन भवति इति तत्र दत्तम् किं जेर्जुस् इति सूत्रमस्ति तस्मात् अनन्तरं जी स्थाने जुस् कुत्र भवति तस्य कृते सूत्राणि सन्ति जेर्जुस् जभ्यस्तविधिभ्यश्च लड्लङ्गशाकटायनस्य एव तत्रैव एकसूत्रमस्ति द्विषश्च तर्हि किं वदति द्विषश्च द्विष् धातुः अस्ति चेत् लङ्लकारस्य जी स्थाने जुस् भवति कदा कुत्र कस्य मते शाकटायनस्य मते तर्हि शाकटायन इति ऋषिः आसीत् तस्य मते जी स्थाने जुस् भवति अन्येषां मते तु अन् एव भवति यथा सामान्यं तर्हि अद्विष् योगः जुस् अस्ति चेत् शाकटायनः वदति अद्विषुः इति भवति अन्ये वदन्ति अद्विषन् इति भवति तर्हि रूपद्वयं भवति विकल्पेन अस्तु तर्हि विजया महोदय करोतु महोदय अत्र अजादिपित्सु देशयोगः आनयति दशाभ्यां नोनः समानपदे इति सूत्रं कथं कार्यं करोति शकारः अस्ति तदनन्तरम् अकारः मध्ये अस्ति अकारः मध्ये अस्ति अतः किं सूत्रं दशाभ्यां नोनः समानपदे अट्कुप्वाङ् नुम्यवायति मध्ये व्यवधानमस्ति खलु अतः स्वरस्य व्यवधानमस्ति चेत् हानिः नास्ति नत्वं भवति सम्यक् अस्तु तर्हि विजयं महोदय लट्लकार करोतु अत्र अत्र दोषः अस्ति खलु अत्र रसाभ्यां नोणः स्वरव्यवधानं तत्र तत्र नत्वं न भवति खलु भवति खलु नकारस्य नत्वं देशानि देशानि इति अत्र भवति आमां सत्यं तत्र अहं अद्विषम् इत्यस्ति पदान्ते अस्ति चेत् नकारस्य न भवति केन सूत्रेण पदान्ते नकारस्य इदानीं मनसि नास्ति महोदय कोऽपि तत्र एकनिमिषः महोदय तत्र अस्ति तत्र अपवादः अस्ति किमस्ति तस्मिन्नेव अधिकारे अस्ति हा हा आमां किमस्ति एतत् एव जि ऋवर्णात् नस्य नत्वं वाच्यमिति अनेन वा पदान्तनकारस्य किमर्थं न भवति नत्वं केन सूत्रेण पदान्तनकारस्य पदान्तस्य इति सूत्रमस्ति खलु वा पदान्तस्य न सूत्रं पदान्तस्य वा पदान्तस्य वा न जानामि पदान्तस्य सम्यक् अस्तु अग्रे तर्हि इदानीं विद्या महोदय परस्मैपदि लट् अत्र पठनीयं खलु तत्र रूपाणि अत्र रूपं तु अत्र द्विष् परस्मैपदी करोतु द्विष् द्विष् इति अस्तु खलु जि धातुः द्विष् द्विष् अस्ति अनन्तरं परस्मैपदिनः तिप्तः सन्ति तीतः एतदेव लट् रूपं भवति अत्र दिश् अस्ति अनन्तरं तिप् अस्ति ति एव अनन्त तत्र इदानीं पठितं पुहन्तलघुपदस्य ईकारः द्विष् अस्ति ईकारस्य स्थाने गुणः भूत्वा पुहन्तलघुपदस्य इति सूत्रेण द्वेष् भवति अनन्तरं तत्र शृणासुख इति सूत्रेण तत्र टकारः भवति द्वेष्टि इति अन्तिमरूपं तावदेव द्वेष्टि इति अनन्तरं तीतः अस्ति तः तत्र प्रथमवर्णः तत्र अपि शकारस्य न तत्र तकारस्य स्थाने टकारः आगच्छति शृणासुख इति सूत्रेण तत्र द्विष् एव तत्र किमपि पुकन्तलघुपदस्य इति सूत्रं किमपि न आगच्छति किमर्थं चेत् तत्र लघु इक् अत्र नास्ति, इक् अस्ति एव परन्तु तस् अपित् अस्ति, अतः तत्र दिश्वयोगः तः अस्ति, शुना सुगु इति सूत्रेण टकारः आगच्छति, दिष्टः एव. अनन्तरं द्विष् अस्ति अन्तियोजनेन द्विषन्ति इति भवति खलु जि, द्विषन्ति. अनन्तरम् इदानीमेव पठितं पुगुन्तलघुपदस्य इति सूत्रेण द्वे भवति द्वेक्ष, तत्र आदेशप्रत्ययोः इति सूत्रे सूत्रेण शक न तत्र सि स्थाने तत्र आदेशप्रत्ययोः इति सूत्रेण शकारः आगच्छति. किमर्थं न न प्रथमं पूर्वं तत्र तत्र ककारः आगच्छति षडोः कः सि इति सूत्रेण, अनन्तरमेव आदेशप्रत्ययोः इति सूत्रेण द्वे सूत्रं द्वयम् अत्र कार्यं भवति, अतः तत्र द्वेक्षि इति अन्तिमरूपं. प्रथमं षडोः कः सि, अनन्तरं आदेशप्रत्ययोः इति सूत्रं कार्यं करोति, अतः तत्र द्वेक्षि इति भवति. पूर्वमेव वयं दृष्टवन्तः तत्र दिष्ट इति, इदानीमपि तत्र दिष्टः इति द्वितीयवर्णः तकारः, अतः द्वितीयवर्णः टकारः दिष्टः इति भवति. तादृशमेव दिष्ट इति मध्यमपुरुषबहुवचनम्. अनन्तरं तत्र मी अस्ति, तत्र पुगन्तलघुपदस्य इति सूत्रेण द्वेष् भवति, मी योजनेन द्वेष्मि इति भवति. इदानीं तत्र अपित् अस्ति, अतः तत्र वहमः अस्ति, तत्र किमपि कार्यं नास्ति, योजनमेव खलु जि, दिश्वः दिश्मः तावदेव. आहत्य द्वेष्टि दिष्टः दिशन्ति, देक्षि दिष्टः दिष्ट, देश् द्वेष्मि दिश्वः दिश्मः तावदेव. धन्यवादः. अत्र नत्वस्य निषेधक निषेधसूत्राणि सन्ति अन्तिमे, अतः तत्र पदान्तस्य 37 पदान्तस्य नशेषान्तस्य पदव्यापि न अभवत् कानिचन सूत्राणि सन्ति तत्रैव पदान्तस्य. हा आमां पदान्तस्य श्रुतवान् अस्ति. लोटि एकनिमिषं महोदय. द्विष् योग तु इति अस्ति, तर्हि तत्र द्विष् द्वेष् योग तु इति भवति. अनन्तरं द्वेषक तु इति स्तुत्वं द्वेष्टु इति द्वेष्टु इति भवति. अग्रे एकनिमिषः. दिश् योग तात् अस्ति, अत्र स्तुत्वमेव दिष्टात् दिष्टात् इति भवति. दिष्टात् दिष्टात् द्वेष्टु दिष्टात् इति. अग्रे द्विष्टाम् इति स्तुत्वम्, अग्रे अन्तु द्विषन्तु इति अत्र गुणः न भवति. द्विष् योग हि इति अस्ति, द्विष् योग हि द्विष्योगहि इति अस्ति. अस्तु तत्र द्विष्योगहि इति अस्ति, तत्र हि हि इति हि इति अस्ति, किं भवति तर्हि हि हि. अस्तु अत्र हकारः अस्ति खलु, न श्रूयते महोदय. एकं हि हि कस्य किं भवति, हि इत्यस्य किं भवति तत्र ओडः वा दत्तं भवति वा ओडः इत्यनेन जल्ब हे हे धि अतः अस्तु अस्तु धी इति भवति हूजल्ब हे धि इत्यनेन तत्र क्षम्यतमत् उपरि दत्तमस्ति. द्विष् योग धि इति अस्ति, अनन्तरं स्टुनाष्टुः इत्यनेन अष्टुत्वं द्विष् ढि इति भवति. अनन्तरं षकारस्य जस्त्वं द्विष् द्विष् इति द्विड् डि द्विड्डि इति भवति. द्विड्डि इति रूपं स्टुनाष्टुः छलाञ्जषि द्विड्डि. हा अग्रे द्विष्योगतात् तत्रापि द्विष्टात् इति तत्र स्टुनाष्टुः एव. तम् इति अस्ति अत्रापि स्टुनाष्टुः द्विष्टं द्विष्योगता द्विष्ट इति भवति. द्विषयोग आनी अत्र गुणः आनी इति पित् अस्ति. द्वेष्योग आनी द्वेषानि इति भवति. द्वेषाव द्वेषाम इति रूपाणि. द्वेषाणि भवति वा द्वेषाणि इति भवति. नत्वं भवति तेन सूत्रेण नत्वं नत् अट्कुप् वाङ् नुम्यवायति इत्यनेन अट्कुप् वाङ् नुम्यवाय. तर्हि आहत्य द्वेष्टु द्विष्टात् द्विष्टां द्विषन्तु द्विद्धि द्विष्टं द्विष्ट द्वेषाणि द्वेषाव द्वेषाम. अग्रे मल्लर् महोदय लङ्. आं महोदय, अत्र द्विष् योगः तकारः प्रथमम् अडागम भवति अत्र, ततः द्विष् योगः तकारः पित् अस्ति, अतः अद्वेष् अद्वेष् तकारः अस्ति. हल्याभ्यो दीका श्रुतिसपेक्षितं हल् इति सूत्रेण तकारस्य लोपः भवति. अद्वेष् अदेश जलां दशोन्ते तद् जलां दशोन्ते इति सूत्रेण अद्वेष् अद्वेड् अद्वेड् अदेड् वासाने इति सूत्रेण चत्वम् अद्वेड् इड् रूपद्वयमस्ति अद्वेट् अद्वेड् अद्वेड् अत्र अद्विष् योगः ताम् अद्विष् सुनाशुः इत्यनेन अदिष्टाम् अदिष्टाम् अद्विष् द्विष्टां वो वो द्विष्टम् अद्विष्टम् अदिष्ट अद्विष्टाम् अत्र अद्विष् योगः अण् अस्ति. द्विश्च इति सूत्रेण अत्र जुस् भवति, अतः उः अदिशुः दिशुः द्विषुः इति वदतु दिशुः न द्विषुः द्वि अद्विषुः समीप अदिशुः अन्यथा किम् अन्यथा अदिशन् द्विषन् द्विषश्च इति सूत्रेण अद्विषुः अथवा अद्विषन् अग्रे तदनन्तरं अद्विष् योगः सकारः अस्ति, अत्रापि सकारः षकारः आद्वेष् योगः सकारः अस्ति पुगन्तलघुपदस्य च इति सूत्रेण अद्वेष् योगः सकारः. अत्र हल्लाभ्यो दीर्घात् इति सूत्रं कार्यं करोति अपृक्तम् अद्वेष् यो अद्वेष् अद्वेष् जलां दशोन्ते इति सूत्रे अद्वे अद्वेड् अथवा अद्वेड् अदिश द्विष योगः तम् अदिष्टम् अदिष्ट तदनन्तरम् अदेश अदेशम् अदिश्व अदिश्म आहत्य किम् अद्वेड् अथवा अद्वेट् अद्विष्टाम् अद्विषुः अथवा अद्विषन् अद्वेट् अथवा अद्वेड् अद्विष्टम् अद्विष्ट अद्वेषम् अद्विष्व अद्विष्म तत्र बिगिनिङ्ग् मध्ये तु किमपि नास्ति, केवलं वर्णमेलनं द्विष्यात् द्विष्यातां द्विष्युः द्विष्याः द्विष्यातं द्विष्यात् द्विष्यं द्विष्व द्विष् शक्तिं वदामि द्विष्यां द्विष्याव द्विष्याम् अस्तु तर्हि इदानीम् आत्मनेपदम् आत्मनेपदं करोतु विजयमहोदय आत्मनेपदं लट् आम् किमस्ति अत्र आत्मनेपदम् आत्मनेपदः तत्र ते आते ते आते अते अस्ति से आते द्वे ये वहे महे इति अस्ति तत्र द्विष् इति धातुः तत्र पुगन्तलघुपदस्य इति सूत्रं न कार्यं करोति पुगन्तलघुपदस्य कार्यं करोति वा न करोति ते इति अस्ति द्विष् अस्ति इदानीं तत्र स्टुनाष्टुः इति सूत्रं कार्यं करोति अतः तत्र ते स्थाने टकारः आगच्छति द्विष्टे इति भवति योजनेन द्विष्टे अनन्तरम् आते इति अस्ति तत्र योजनेन दिशाते इति भवति किमपि कार्यं नास्ति खलु जि दिशाते एव अनन्तरम् अते दिश द्विषते इति भवति पूर्वं वयं दृष्टवन्तः तत्र षडोः कः सि इति सूत्रेण तत्र षकारस्य स्थाने ककारः आगच्छति अनन्तरं आदेशप्रत्ययोः इति सूत्रेण से इति भवति खलु तत्र षकारः मूर्धने षकारः आगच्छति दन्त्यसकारस्य स्थाने मूर्धने षकारः आगच्छति अतः तत्र दीक्षे इति भवति किं भवति दीक्षे दीक्षे अनन्तरं द्विषाते द्विषाते भवति अनन्तरं मध्यमपुरुष बहुवचने प्रथमं द्वे अस्ति द्विष् योगः द्वे तत्र श्रुणाष्टुः इति सूत्रेण चतुर्थवर्णस्य दकारस्य स्थाने डकारः भवति अतः तत्र अनन्तरं तत्र मूर्धनिषकारस्य स्थाने जलां झष् झषि इति सूत्रेण डकारः तृतीयवर्णः भवति अतः अन्तिमरूपं द्विद्वे इति भवति एकारः अस्ति तत्र द्विषे इति भवति तत्र वहे महे योजनेन दिश्वहे दिश्महे भवति आहत्य दिष्टे द्विषाते दिशते दीक्षे द्विषादे द्विक्षे द्विक्षे द्विक्षे द्विक्षे इद् वि द्विक्षे द्विषाते द्विग्वे इद् द्विग्वे अनन्तरं द्विषे द्विष द्विष्वहे द्विष्महे तावदेव जि. धन्यवादः. अग्रे रघुपतिमहोदय लोट् आं महोदय. ताम् आताम् अथां स्व आतां त्वम् ऐ आवहे आमहे तत् ताम् इति अस्ति प्रष्टुत्वं भवति द्विष्वगतां द्विष्ठाम् इति भवति आतां वर्णमेलनं द्विषाताम् अतां द्विषतां स्व इति अस्ति अत्र इदानीं द्विष्योगस्व इति अस्ति अत्र षडोः कः सि इति षकारस्य ककार द्विक् स्व अनन्तरम् आदेशप्रत्ययोः इन्कोः इत्यनेन तत्र द्विक्ष्व इति भवति द्विषाथां द्विष्योगध्वम् इति अस्ति अत्र द्विष्योगध्वं ध्वम् इति अस्ति तत्र तत्र अष्टुनाष्टुः इत्यनेन द्विष्वम् अनन्तरं जलां जर्जहि इत्यनेन द्विध्वं द्विड् द्विध्वम् इति भवति द्विष्योग ऐ इति अस्ति तत्र द्वेष ऐ द्वेषै इति भवति द्विषि आवहे अत्रापि गुणः भवति पुगन्त्रगुरुते द्वेषावहै द्वेषामहै इति तर्हि आहत्य दिष्टां द्विषातां द्विषतां दिक्ष्व द्विषातां दिध्वं द्वेषै द्वेषै द्वेषावहै द्वेषामहै इति रूपाणि. द्विष्टां द्विषातां द्विषतां द्विक्ष्व द्विक्ष्व द्विषातां द्विद्धं द्विद्धं द्विद्धं द्वे द्वेषै द्वेषावहै द्वेषा. अग्रे मदर्महोदय लङ् आं महोदय. अत्रापि अडागमः भवति अदिश् योगः त अदिष्ट श्रष्टुः इत्यनेन अदिष्ट अदिशताम् अदिश अदिशताम् अदिशत अदिशत ताः अदिश अदिश अदिष्टाः अदिश दिशाताम् अदिश योगद्वम् अस्ति अत्र जलां जष्टषि इत्यनेन अदिड् अदिड् अदिड् अदिड्वं सम्यक् वा अदिड्वम् अद्विश् अद्विश् योगः हि अद्विषि अदिशि अदिश्वहि अदिश्वहि तर्हि अद्विष्ट अद्विषाताम् अद्विषत अद्विष्ठाः अद्विषाताम् अद्विद्धम् अद्विषि अद्विष्वहि अद्विष्महि. विधिलिङ्गे केवलं वर्णमेलनं द्विषीत द्विषीयातां द्विषीरन् द्विषीथाः द्विषीयातां द्विषीध्वं द्विषीय द्विषीवहि द्विषी इति अस्ति द्विष्टात्. प्रश्नः अस्ति वा कस्यापि? अस्तु, इदानीं मम प्रश्नः अस्ति. अग्रे यत् लिखितमस्ति तस्मिन् तस्य विषये अस्ति. अस्माभिः पूर्वं पठितम् अतः पुनः प्रश्नस्य आवश्यकता नास्ति यदि प्रश्नस्य उत्तरं जानन्ति वा. तर्हि द्विषाणि द्वेषाणि इति अस्ति खलु, तत्र अस्माभिः दृष्टं नकारस्य नत्वं भवति, द्वेषाणि इति भवति खलु. तथैव द्विष्योगः अन्ति, अत्र अपि द्विषन्ति भवति. शकारः अस्ति, अग्रे नकारः अस्ति, नकारः पदान्तं नास्ति, मध्ये अकारः एव अस्ति. तर्हि तत्र द्विषन्ति मध्ये नकारस्य णत्वं किमर्थं न भवति? द्विषन्ति इति किमपि न किमर्थं न भवति? द्वेषाणि मध्ये तु भवति नकारस्य णकारः, परन्तु द्विषन्ति मध्ये नकारस्य णत्वं किमर्थं न भवति? अस्माभिः पूर्वम् अस्मिन् विषये पठितं, यथा कुर्वन्ति, कुर्वन्ति मध्ये अपि नकारस्य णत्वं भवितुं शक्नोति खलु अट्कुप्वाङ्गुम्य वायापीति सूत्रेण पदान्ते अपि नास्ति परन्तु णत्वं न भवति किमर्थं कार्य किं किम् उत्तरं किम् पुरत्र सिद्धं महोदय तत्र णत्वम् अनन्तरं भवति अत्र नकारः सम्यक् सम्यक् क्रमेण वदतु तत्र नश्च पदान् जलि इत्यनेन तत्र तत्र अनुस्वारः भवति अनन्तरमेव तत्र अनुस्वारः अस्ति चेत् तत्र णत्वं न भवति अनन्तरं तत्र अनुस्वारस्य परसवर्ण इति तत्र चतुर्थपादे परसूत्रमस्ति अतः इदानीं अट्कुप्वाङ् नुमव्य इति तत् न पश्यति अनुस्वार एव अस्ति तर्हि पश्यतु द्विषन्ति मध्ये किं भवति नकारस्य प्रथमं तु नश्चापदान्तस्य झलि इति सूत्रेण द्विषन्ति द्विषन्ति अनुस्वारः भवति इदानीं क्रमेण यदि वयं गच्छामः नश्चापान्तझलि तदनन्तरम् अट्कुप्वाङ् नुम्यवायपि आगच्छति परन्तु अट्कुप्वाङ् नुम्यवायपि तु नकारः न पश्यति एव अनुस्वारः एव पश्यति अतः तस्य प्रसक्तिः नास्ति अग्रे इदानीम् अनुस्वारस्य ईपदसवर्णः इति अनुस्वारस्य स्थाने नकारः आगच्छति द्विषन्ति इदानीं पुनः एकवारम् अनुस्वारस्य ईपदसवर्णः इति सूत्रेण नकारः भवति इदानीम् अट्कुप्वाङ् नुम्यवायपि कार्यं न कर्तुं शक्नोति वा न भवति शक्यते असिद्धमस्ति किमर्थं किम् असिद्धमस्ति यतोहि अनुस्वारस्य एकवर्णपरसूत्रमस्ति अतः तस्य कार्यं पूर्वसूत्रं न द्रष्टुं शक्नोति कार्य असिद्धम् असिद्धत्वम् असिद्धत्वं द्वय प्रकारस्य अस्ति खलु द्विप्रकारस्य अस्ति शास्त्रसिद्धं कार्यसिद्धं तर्हि अत्र कार्यसिद्धत्वम् अस्ति एकवारम् अनुस्वारस्य परसवर्ण इति सूत्रेण नकारः आगच्छति तत्र इदानीं कार्यसिद्धत्वात् अनुस्वारस्य परसवर्ण इति सूत्रेण नकारः आगच्छति तत् नकारं किं तं नकारं पूर्वसूत्रम् अट्कुप्वाङ् नुम्यवायपि न द्रष्टुं शक्नोति सः तु इदानीं तत्सूत्रं तु इदानीमपि अनुस्वारमेव पश्यति अतः अत्र नकारः एव तिष्ठति द्विषन्ति कुर्वन्ति इति तदेव अग्रे लिखितमस्ति तर्हि आगच्छन्ति वा बहु सम्यक् अस्ति महोदय पाणिनेः एतत् अनुस्वारं कृत्वा तत्र वारणाय नत्ववारणाय निष्ठारूपं वारणाय एतत् कृतमस्ति एतत् बहु किं किम् उत्तममस्ति नत्ववारणाय कुत्रचित् नत्वं नत्व नत्व न भवतु इति कृत्वा पूर्वमेव तत् अनुस्वारं कृत्वा तत् कृतमस्ति तेन अतः पूर्वत्र सिद्धम् इति अधिकारे सूत्राणां यः क्रमः निर्दिष्टः अस्ति तस्य किमपि महत्त्वम् अस्ति अत्र रेण्डम्लि क्रमः न कृतं क्रमः न कृतः पाणिनिना तत्र किमपि महत्त्वमस्ति तत्र सः क्रमः महत्त्वपूर्णमस्ति अस्तु इदानीं सर्वे आगच्छन्ति खलु इदानीं पर्यन्तं अस्तु तर्हि इदानीं नूतनं चक्षिङ्ग् अस्ति तत्र इदानीं समयः तु मया गन्तव्यं तर्हि अग्रे अग्रिमरविवासरे चक्षिङ्ग् इति नूतनः तु कुर्मः तत्र 50% इति अस्माकं करपत्रं समाप्तम् इदानीं पर्यन्तम् अर्धकरपत्रम् इदानीमपि अवशिष्टमस्ति अदादिगणे बहवः अथवा सन्ति खलु अतः दीर्घपाठः अस्ति अस्तु तर्हि इदानीं विरमामः अग्रिमरविवासरे मेलिष्यामः अस्तु तर्हि धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः महोदय धन्यवादः गणः लघु अस्ति परन्तु कार्यं बृहत्